अद्यतन न्यायचिन्तनवर्गे पृथक्त्वम् इति विषयः चर्च्यमाणः भवति. तस्मात् प्राक् गतसप्ताहस्य पाठान् किञ्चित् परिशील्य तदनन्तरम् अग्रेसरेम. गते सप्ताहे अस्माभिः असमवायिकारणं, तस्य द्वैविध्यं, परम्परासम्बन्धः इत्यादयः विषयाः परिशीलिताः. तत्र किञ्चित् पुनःस्मरणार्थं सरला भगिनी किञ्चित् स्मारयति वा? तत्र असमवायिकारणे द्वैविध्यमस्ति खलु, प्रथम असमवायिकारणं कीदृशं, द्वितीयं कीदृशं? कार्यकारणेन कार्यकारेण सह एकस्मिन् अर्थे समवेतं सत् इति लक्षणं वाक्यमस्ति. प्रथमविधम् अस्ति कार्येण सह एकस्मिन् अर्थे समवेतं सह. कार्येण सह एकस्मिन् अर्थे समवेतं कारणम्. उत्तमं भगिनि, प्रथमसमवायिकारणं. तर्हि तस्मिन् वाक्ये उदाहरणं स्वीकृत्य वदतु. कार्येण इत्युक्ते तत्र कार्यं किं स्यात् एकस्मिन् अर्थे? कार्येण कारण तस्य अधिकरणं, साक्षात् अधिकरणं दृश्यते. उदाहरणार्थं घटकपालनिर्माणः, तस्य घटस्य कपाल कारण कपाल अधिकरणम् अस्ति. तस् अधिकरणे कार्यं भवति समवायेन सम्बन्धेन घटनिर्माणं. तत् अधिकरणं कपाल, तस्य कारणमस्ति कपालद्वयसंयोगः. तत् अपि समवायेन कारणं भवति. अतः तदपि समवायेन कपाले भवति. सो अत्र कपालद्वयसंयोग अधिकरणं अपि घटनिर्माण तस्य कार्यस्य अधिकरणं साक्षात् दृश्यते. अतः घटद्वयसंयोग समवायेन सम्बन्ध कपाले घटस्य निर्माणं करोति. कपालद्वयसंयोगः समवायेन कपाले स्थित्वा पुनः समवायेन घटम् उत्पादयति. प्रथमम् असमवायिकारणम् अस्तु. तर्हि भवत्या यदुक्तं कार्येण सह एकस्मिन् अर्थे इति, तत्र कार्येण इति कार्येण अस्ति समवायेन सम्बन्ध घटनिर्माणम्. अस्तु भगिनि, भवत्याः उदाहरणे कार्येण इत्यस्य स्थाने किं स्यात्? कार्येण घटेन, घटेन सह एकस्मिन् अर्थे, एकस्मिन् अर्थे कपाले, एकस्मिन् कपाले समवेतं सत्. समवेतं किम्? समवेतं कपालद्वयसंयोगः. उत्तमम्. इति प्रथम असमवायिकारणं, कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् अथवा यद् जनयति कार्यं, तद् प्रथम असमवायिकारणम्. अस्तु, द्वितीय असमवायिकारणम् अन्यः कोऽपि प्रयत्नं करोति वा? तर्हि जयन्ति भगिनि, चतुर्नवतितमे पुटे यदस्ति. आम्, द्वितीय असमवायिकारणस्य अंशे साक्षात् कारणं न भवति, साक्षात् सम्बन्धः न भवति, परम्परासम्बन्धः एव भवति. अत्र उदाहरणमस्ति घटपरिमाणम् इति कार्यं. घटपरिमाणं समवायेन घटे अस्ति. पुनः कपालपरिमाणम् इति स्वीकृत्य कपालपरिमाणं कपाले समवायेन तिष्ठति. अत्र घटपरिमाणस्य समवायी अस्ति घटः. अत्र घटः अस्ति घटपरिमाणस्य समवायीकारणं. कपालपरिमाणस्य कारणम् अस्ति कपालः. अत्र आनुभविकरूपेण एव वयं वयं जानीमः यत् कपालपरिमाणात् एव निष्ठः अस्ति घटपरिमाणं. कपालपरिमाणस्य द्विगुणम् अस्ति घटपरिमाणम् इति. परन्तु कार्यकारणभावः कार्यकारणभावयोः कीदृशः सम्बन्धः अस्ति इति पश्यामः. कार्यकारणभावसाधनाय प्रथमं किम् अपेक्षितं कार्यस्य कारणस्य च? कार्यस्य कारणस्य च समानाधिकरण्यम् आवश्यकम् आवश्यकम् सम्यक्. किन्तु अत्र अत्र न दृश्यते. तर्हि कथञ्चित् साधनीयं. घटपरिमाणं कपाले अस्ति, कपालपरिमाणमपि कपाले अस्ति, कथञ्चित् साधनीयं. तदर्थं यस्मिन् मार्गे भवती आसीत् तत् सम्यक्. इदानीं भवतु इदानीं वदतु घटपरिमाणं केन सम्बन्धेन कपाले इति. घटपरिमाणं समवायसम्बन्धेन घटे अस्ति, कपालपरिमाणं समवायसम्बन्धेन कपाले अस्ति. अपि च घटः यत् घटपरिमाणस्य समवायी अस्ति, घटः कपाले समवायसम्बन्धेन भवति. अतः परम्परया वयं वक्तुं शक्नुमः यत् घटपरिमाणस्य समवायी घटः, घटस्य समवायी कपालः इति. अतः परम्परया वयं साधितुं शक्नुमः यत् स्वम् इति घटपरिमाणं चेत् समवायित्वसम्बन्धेन कपाले अस्ति इति. इत्युक्ते घटपरिमाणम् इति स्वं स्वं समवायी समवायित्वसम्बन्धेन कपाले अस्ति इति इति वयं साधितुं शक्नुमः. तस्मिन् अधिकरणे एव कपालपरिमाणम् अपि अस्ति. आहत्य सामानाधिकरण्यं कपालरूपेण वयं साधितुं शक्नुमः अस्माभिः. उत्तमम्. अतः समानाधिकरण्यं साधितं खलु इति. हा, इदानीं द्वितीय असमवायीकारणत्व सूचकं वाक्यं किम् आसीत्? अग्रिमे पुटे स्थूलाक्षरे यदस्ति कारणेन सह एकस्मिन् अर्थे इति. आम् आम्. सरला भगिन्या यदुक्तं तद् कार्येण सह एकस्मिन् अर्थे इति. इदानीं भवती यदुक्तवती समानाधिकरण्यं स्थापितवती घटपरिमाणस्य अपि च कपालपरिमाणस्य. अधुना राजेन्दर् महोदय किञ्चित् प्रयत्नं करोति वा कार्येण सह एकस्मिन् अर्थे इत्युक्ते किम् इति वक्तुम्? महोदय अस्ति किम्? आम् आम् भगिनि, कार्येण सह अथवा कारणेन सह? ओ क्षम्यता महोदय, कारणेन सह. अस्तु महोदय, अन्ये केपि सन्ति किम् अधुना मध्ये ये आगतवन्तः? आम् अहं लक्ष्मी अस्मि भगिनि, नमस्ते. लक्ष्मी भगिनि, अस्तु. अनन्तरं? वर्धिनी अस्मि. वर्धिनी भगिनि, तदनन्तरं? भगिनि सावित्री अस्मि, परन्तु अहं चिन्तितवती असमवायिकारणस्य पाठः वा अद्य? न न न भगिनि, अग्रे सरेम, केवलं पुनःस्मरणार्थं कुर्वती. अस्तु अस्तु अस्तु. तर्हि हा, राजेन्द्रमहोदय, तर्हि अग्रे किञ्चित् उच्यतां. द्वितीय असमवायिकारणस्य वाक्यं कारणेन सह एकस्मिन् अर्थे. कारणेन सह एकस्मिन् अर्थे संवेतं तत् कारणसमवायिकारणम् इति उक्तम्. कारणेन सह इत्युक्ते कपालपरिमाणं परिमाणेन सह एकस्मिन् अर्थे इत्युक्ते कपालः संवेतम् इत्युक्ते घटपरिमाणं सत् कारणसमवायिकारणम् इत्युक्तम्. किञ्चित् विपरीतदिशि गन्तव्यं भवति अस्तु, कारणेन सह एकस्मिन् अर्थे इत्यस्मिन् कारणं तत्र समवायिकारणं स्वीकर्तव्यं भवति. घटपरिमाणस्य समवायिकारणं किम्? घटपरिमाणस्य समवायिकारणम् अस्ति घटपरिमाणं. चित्रं पश्यति चेत् समवायसम्बन्धेन घटे अस्ति इति कृत्वा घटः समवायिकारणम्. इदानीं कारणेन सह इत्यस्य स्थाने समवायिकारणं योजयतु. घटपरिमाणं न भवता इदानीम् उक्तं खलु समवायिकारणं घटः इति, तद् योजयतु. घटेन सह घटेन सह एकस्मिन् अर्थे, अर्थे इत्युक्ते कपालपरिमाणं. अर्थे इति कपालपरिमाणं नास्ति, अधिकरणम् अस्ति. अधिकरणं किं? कपाले. समवायि कपाले. तर्हि घटेन सह एकस्मिन् कपाले अन्यत् किम् अस्ति? अन्यत् किम् अस्ति तस्मिन्नेव कपाले घटं विहाय? कपालपरिमाणं संवेदम्. हा अवश्यं. तद्वितीय असमवायिकारणं तावदेव अस्ति. कारणेन इत्यस्य स्थाने समवायिकारणं, कार्यस्य समवायिकारणं किम् इति दृष्ट्वा तद् योजयति चेत् तत्र वाक्यं तर्कबद्धं भवति. कारणेन सह नाम घटेन सह एकस्मिन् अर्थे, एकस्मिन् अधिकरणे, एकस्मिन् पदार्थे, कपाले समवेतं किं? कपालपरिमाणं. कपालपरिमाणम् असमवायिकारणं. कस्य असमवायिकारणं? घटपरिमाणस्य. घटपरिमाणस्य. उत्तमम्. इति द्वितीयम् असमवायिकारणम्. अस्तु, इतः अग्रे पृथक्त्वस्य लक्षणम् अस्ति. तर्हि माला भगिनी किञ्चित् वदति वा तत्र प्रथमवाक्यं पठित्वा, तदनन्तरं दीर्घवाक्यमस्ति खलु तथा च इति पठित्वा चित्रं किञ्चित् विवृणोति वा? कुत्र भगिनि? पञ्चनवतितमे पुटे भगिनि. पृथक् व्यवहारसाधारणं तद्वा? सत्यं, तद्वाक्यं पठित्वा किञ्चित् विवृणोतु. तदनन्तरं तस्मिन् पुटे अन्तिमवाक्यम् अस्ति खलु दीर्घवाक्यं, चित्रस्य विवरणं, तदपि पठित्वा किञ्चित् प्रतिपादयतु. पृथक् व्यवहार असाधारणं कारणं पृथक्त्वं सर्वद्रव्यवृत्ति इति. इत्युक्ते किम्? पृथक् व्यवहार असाधारणं कारणं पृथक्त्वम्. अस्तु, एवं कुर्मः, तस्मात् विभागात् आरभ्य एव पठेम. सर्वं पठतु. अस्य प्रत्ययः सर्वद्रव्येषु भवति. घटः पटात् पृथक्, आत्मा आकाशात् पृथक्, मनः कालात् पृथक् इत्यादि ज्ञानानां जायमानत्वात्. अतः अयमपि गुणः नवद्रव्यवृत्तिः. तमेव ज्ञात्वा घटः पटात् पृथक् इति कश्चित् प्रयुङ्क्ते. तेन च शब्दप्रयोगेन श्रोतुः घटविशेष्यकपृथक्त्वप्रकारकं ज्ञानम् उत्पद्यते. तथा च घटत्व अवच्छिन्न विशेष्यतानिरूपित पृथक्त्व अवच्छिन्न प्रकारतानिरूपक ज्ञाननिष्ठकार्यतानिरूपित कारणताश्रयशब्दप्रयोगनिष्ठकार्यतानिरूपित कारणताश्रयः पृथक्त्वं. तादृशकारणताश्रयत्वं पृथक्त्वस्य लक्षणम्. अस्तु भगिनि, इदानीं प्रतिपादय. सहायम् आवश्यकम्. आमाम् अस्तु, अन्यः कोऽपि तर्हि सहायं करोति वा? वेङ्कटेशमहोदय प्रायः पृथक्त्वं पृथक्त्वस्य पृथक्त्वे पृथक्तत्वम् इति गुणः अस्ति, तत् पृथक्त्व अवच्छिन्नप्रकारता. एवं करोतु महोदय, तम् आरम्भात् एव पठित्वा किञ्चित् प्रतिपादयतु सर्वेषां लाभाय. अस्तु अस्तु. अस्य प्रत्ययः सर्वद्रव्येषु भवति. प्रत्ययः इत्युक्ते अत्र ज्ञानं, तत्र पृथक्त्वम् इति ज्ञानं सर्वद्रव्येषु. प्रथमतया लक्षणवाक्यम् उपरितने स्थूलाक्षरैः यद् लिखितं तद् किम् आसीत्? व्यवहार असाधारणं कारणं पृथक्त्वं सर्वद्रव्यवृत्तिः इति सर्वद्रव्यवृत्तिः इति. अतः तस्य विवरणमेव अत्र अधः दत्तमस्ति इति चिन्तयामि. पृथक् व्यवहार नाम घटः पृथक्, आत्मा आकाशात् पृथक्, तादृशव्यवहारस्य असाधारणकारणं पृथक्त्वम्. असाधारणमिति किमर्थम् उक्तं तत्र? असाधारणकारणमिति अन्य कोऽपि सहायं करोति किम्? ये वर्गेषु यदि साक्षात् कारणं नास्ति, यदा दण्ड मृत्तिका घटनिर्माणस्य साधारणं कारणम् अस्ति, किन्तु पृथक्त्वं घटपृथक् विशेषजनक विशेषणजनकशब्दः अस्ति, तस्य पृथक्त्वं तस्य धर्मः अस्ति, विशेषणम् अस्ति. अतः पृथक् घटः पृथक् इति व्यवहारे लोके शब्दप्रयोगं करोति, तस्य अर्थः अस्ति घटे विद्यमानपृथक्त्वम्. अस्तु, समीचीनमेव. पृथक्त्वम् इत्यस्य व्यवहारार्थं कश्चन गुणः अपेक्षितः, विशेषलक्षणं वा अथवा विशेषगुणः अपेक्षितः. तादृशव्यवहारार्थं पृथक्त्वं कारणं भवति. नाम एतादृशवाक्यमपि अस्माभिः पूर्वमपि पठितम्, एकत्वादिव्यवहारहेतुः इति खलु व्यवहारघट असाधारणकारणम् इति प्रायः परिमाणस्य विषये अपि पठितं. यथा असाधारणकारणम् इति यदा उच्यते, साधारणकारणं नास्ति इति ज्ञातव्यं भवति. साधारणकारणानि ये लोके यावन्ति वस्तूनि भवन्ति तेषां सर्वेषां कारणं यद्भवति तत् साधारणकारणं. साधारणं कारणम् इत्युक्ते ईश्वरः, कालः अपि च अदृष्टं, साधारणकारणानि, कार्यसामान्यं प्रति कारणानि. परन्तु पृथक्त्वम् इति यदस्ति तत् तस्य कार्यं विशेषमस्ति. पृथक्त्वव्यवहारार्थम् इदं पृथक्, इदम् अस्मात् पृथक् इति वक्तुं तादृशशब्दप्रयोगं कर्तुमेव अस्ति, तादृशशब्दप्रयोगः एव पृथक्त्वस्य कारणम् इति कृत्वा पृथक् व्यवहार असाधारणं कारणम् इति उच्यते. अपि च तादृशमस्ति सर्वद्रव्यवृत्तिः, पृथक्त्वम् इति गुणः सर्वेषु द्रव्येषु वर्तते इति. अग्रे पठामि वा? अस्तु महोदय. अतः अस्य ज्ञानं सर्वद्रव्येषु भवति, अत्र यथा भवती भवत्या उक्तम् इदानीं पृथक्त्वज्ञानं सर्वद्रव्येषु भवति. घटः पटात् पृथक्, आत्मा आकाशात् पृथक्, मनः कालात् पृथक् इत्यादि ज्ञानानां जायमानत्वात्. अतः वयं जानीमः पृथक्त्वम् इति यत् ज्ञानं सर्वद्रव्येषु भवति, अतः तत् तस्य आधारेण घटः पटात् घटः पृथक्, आत्मा आकाशात् पृथक्, मनः कालात् पृथक् इति ज्ञानं जायमानमस्ति अस्मासु. अतः अयमपि गुणः नवद्रव्यवृत्तिः इति, नवसु द्रव्येषु पृथक्त्वम् इति गुणः द्रव्यवृत्तिः इति वा? वृत्तिः इत्युक्ते वर्तते, वर्तते. अमेव ज्ञात्वा घटः पृथक् पटात् पृथक् इति कश्चित् प्रयुङ्क्ते. तेन च शब्दप्रयोगेण श्रोतुः घटविशेष्यकपृथक्त्वप्रकारकं ज्ञानम् उत्पद्यते. घटे घटं विशेष्यमस्ति, पृथक्त्वम् इति विशेषणम् अस्ति, अतः तत्र विशेष्ये प्रभा अस्ति, विशेष्यता इति अस्ति. अनन्तरं या प्रभा अस्ति विशेषणे तस्य विषयता प्रकारता इति संज्ञा, तद् प्रभायाः संज्ञा प्रकारता इति कथ्यते. अतः बहु समीचीनं, बहु समीचीनं महोदय. इदं सर्वैः ज्ञातमेव अस्ति खलु, पूर्वमपि अस्माभिः दृष्टं, तदेव महोदयेन उक्तमस्ति. भूतलं घटवत्, तत्र घटः विशेषणं, भूतलं क्षम्यतां भूत हा विशेष्यं. तर्हि विशेष्ये यथा महोदयेन उक्तं विशेष्यता अस्ति, विशेषणे प्रकारता अस्ति. अस्तु, अतः महोदय तेन शब्दप्रयोगेण तत्र तेन शब्दप्रयोगेण श्रोतुः घटविशेष्यकपृथक्त्वप्रकारकं ज्ञानम् उत्पद्यते. यतः घटम् इति विशेषणं, तत्र पृथक्त्वम् इति विशेषणं, तत्र तस्य प्रभा पृथक्त्वप्रकारकं ज्ञानम् उत्पद्यते श्रोतुः. तादृशज्ञानं शब्दप्रयोगेण, पृथक् इति शब्दप्रयोगेण. श्रोतुः श्रोतुः ज्ञानम् उत्पद्यते, वक्तुः शब्दप्रयोगः खलु. तर्हि ज्ञानजनकशब्दप्रयोगः कः, तस्य नाम किं? न्यायस्य व्यवहारः. वक्तुः शब्दप्रयोगः जनयति पृथक्त्वं, तेन श्रोतुः मनसि ज्ञानम् उत्पद्यते इति कृत्वा तादृशशब्दप्रयोगः व्यवहारः. तदर्थं लक्षणवाक्ये पृथक् व्यवहार असाधारणं कारणम् इति उक्तम्. अस्तु महोदय, अग्रे. अतः तथा च इदानीं तत्र तस्य निरूपणमस्ति, तथा च घटत्वावच्छिन्नविशेष्यतानिरूपित पृथक्त्वावच्छिन्न प्रकारतानिरूपक ज्ञाननिष्ठकार्यतानिरूपित कारणताश्रयशब्दप्रयोगनिष्ठकार्यतानिरूपित कारणताश्रयः पृथक्त्वम्. अतः पूर्वमेव उक्तं पृथक् घटः इति, वयं पृथक्त्वम् इति विशेषणम् अस्ति, घटः इति विशेष्यम् अस्ति, अतः घटत्वम् इति गुणः घटे अस्ति. अतः घटत्वावच्छिन्नविशेष्यता अस्ति घटः. अनन्तरं पृथक्त्वं विशेषणम् अस्ति, अतः पृथक्त्वात् अवच्छिन्न प्रकारता. तादृशज्ञानं निरूपित ज्ञानं, पृथक्त्वम् इति ज्ञानं, तस्य ज्ञाननिष्ठकार्यतानिरूपककारणता कारणतायाः आश्रयः शब्दप्रयोगः. शब्दप्रयोगनिष्ठकार्यता निरूपितकारणात् कारणताश्रयत्वं पृथक्त्वम्. अतः तादृशशब्दप्रयोगेन पूर्वमेव उक्तमासीत् तत्र गतविशेष्य पृथक्त्वप्रकारकं ज्ञानं श्रोतुः तादृश ज्ञानम् उत्पद्यते इति. तत् कथमस्ति इत्युक्ते तत्र घटत्वावच्छिन्नविशेष्यता निरूपित पृथक्त्वावच्छिन्नप्रकारतानिरूपितज्ञानं ज्ञाननिष्ठकार्यतानिरूपित कारणताश्रयः शब्दप्रयोगः. शब्दप्रयोगनिष्ठकार्यतानिरूपित कारणताश्रयत्वं पृथक्त्वम् इति पृथक्त्वस्य लक्षणं साधितम् अस्ति. बहु समीचीनं महोदय. तर्हि कारणताश्रयत्वं पृथक्त्वस्य लक्षणम् इति वाक्यं भवति. यथा महोदयेन उक्तं, सा कारणता कीदृशी, या कारणता पृथक्त्वे अस्ति सा कीदृशी इति वक्तुम् इदं सर्वं वक्तव्यम् आसीत् दीर्घं वाक्यम् इति पृथक्त्वस्य लक्षणम् आसीत्. इतः अग्रे सरेम वा, अत्र कोऽपि प्रश्नः? भगिनी, मम एकः संशयः अस्ति, कदा कारणता आश्रयपृथक्त्वं वदामः कदा कारणता आश्रयत्वं पृथक्त्वं तस्य अर्थं भिन्नं किम् अस्ति? तर्हि तत् तस्मिन् वाक्ये पश्यति चेत् कारणताश्रयः पृथक्त्वम् इति अस्ति. अधोगमने आश्रयः आश्रयः आश्रयः इति पृथक्त्वस्य पृथक्त्वम् आश्रयः खलु. कस्य आश्रयः? कारणतायाः कारणतायाः आश्रयः. आश्रयः इति पदं पृथक्त्वस्य विशेषणं. कारणता आश्रयः पृथक्त्वं पृथक्त्वे आश्रयत्वम् अस्ति. तर्हि कारणता आश्रयत्वं पृथक्त्वे अस्ति अथवा कारणता आश्रयत्वं पृथक्त्वस्य लक्षणम् इति उच्यते. इदं तटस्थलक्षणम् इति पूर्वम् अस्माभिः दृष्टम्. एकवारं यदि कारणता आश्रयः पृथक्त्वम् इति वदति चेत् कारणता आश्रयः प्रथमा विभक्ति, पृथक्त्वम् अपि प्रथमा विभक्ति खलु. तत्र विशेषणविशेषभावः तयोः मध्ये अस्ति. परन्तु अस्माभिः तद् न इष्टम्. अस्माभिः किम् इष्टं? लक्षणं किम् इति वक्तुं यतामः वयं यतामहे. तदर्थं लक्षणम् इति प्रथमाविभक्त्यम् अस्ति चेत् कारणताश्रयत्वं लक्षणम् इति अपि प्रथमाविभक्त्यम् अस्ति चेत् तत्र तयोः सम्बन्धः इतोपि स्पष्टतया भाति. लक्षणस्य निर्देशः प्राप्यते एतादृशवाक्यं. धन्यवादः. तर्हि सन्ध्या भगिनी अग्रे पठति वा? भेदस्य पृथक्त्वस्य च को विशेषः ततः वा भगिनि? आं भगिनि. अत्र इदं वक्तव्यं घटः पटो न घटः पटात् भिन्नः इत्यादि प्रत्ययाः अन्योन्याभावं तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावरूपं साधयन्ति इति उक्तम्. तैः ज्ञानैः सिद्ध्यन् पदार्थः अभावरूपः, अतः सः सर्वपदार्थवृत्तिः. रूपं न घटः इति प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति. तथैव उत्क्षेपणं न पटः, घटत्वं पटत्वात् भिन्नम्. एतद्विशेषः तद्विशेषात् भिन्नः. समवायः न संयोगः. घटाभावो न पटाभावः इत्यादि प्रत्ययैः च क्रियादिनिष्ठत्वमपि सिद्ध्यति. तथा च भेदः अन्योन्याभावः सर्वत्र वर्तते. अग्रे पठामि वा? न भगिनि, किञ्चित् उक्त्वा किम् अवगतम् इति वदतु. इच्छति चेत् पुनः वाक्यशः पठतु. अस्तु. तर्हि भेदस्य पृथक्त्वस्य च कः विशेषः इति विषयः. अत्र घटः पटः न घटः पटात् भिन्नः इत्यादि यद् ज्ञानमस्ति, अन्योन्याभावं तत्र घटः पटः न घटात् पटः भिन्नः वा पटात् घटः भिन्नः, तत्र अन्योन्याभावः अस्ति. तादात्म्यसम्बन्ध अवच्छिन्नप्रतियोगिताक प्रतियोगिताकाभावरूपं साधयन्ति. तत्र किञ्चित् अवश्यं. तर्हि एवं कुर्मः, किञ्चित् पूर्वभागे गत्वा तत्र तादात्म्यसम्बन्धस्य अन्योन्याभावस्य च पठनं कुर्मः. माला भगिनी पठति वा? एकत्रिंशत्तमे पुटे यदस्ति. आमां. एकत्रिंशत् पुटं पश्यन्तु सर्वे. तत्र सर्वोऽपि पदार्थः इत्यस्मात् आरभ्य माला भगिनी पठति अधुना. टाटः उक्तसम्बन्धेन स्वस्मिन् भवति. तेन एकनिमिषं भगिनि. अस्तु, मध्ये किञ्चित् न श्रुतं भवत्याः ध्वनिः. अस्तु, पठतु. तेन सम्बन्धेन घटो नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति, अयम् एव च भेदः, प्रतियोगिनं विहाय सः सर्वत्र भवति। एवं पटो न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति, अयम् एव च भेदः अन्योन्याभावः इति अभावविभागे चतुर्थः निर्दिष्टः, तल्लक्षणं च सङ्ग्रहपङ्क्तिव्याख्याने निरूपयिष्यते। अत्र लिखितमस्ति सर्वोऽपि पदार्थः उक्तसम्बन्धेन स्वस्मिन् भवति। उक्तसम्बन्धेन इत्युक्ते तादात्म्यसम्बन्धेन, तस्मात् पूर्वम् उक्तमासीत्। सर्वोऽपि पदार्थः तादात्म्यसम्बन्धेन स्वस्मिन् भवति। तत्र तादात्म्यसम्बन्धेन घटो नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति। यथा वयं पठितवन्तः इदानीं घटः पटो न इत्यस्मिन् वाक्ये घटं विहाय तस्य अन्योन्याभावः पटे अस्ति। घटः पटो न इति इत्यस्मिन् वाक्ये घटं विहाय न पटे घटस्य अन्योन्याभावः वर्तते। यतोहि केवलं पटे इति न खलु, पटे इति न, परन्तु एतस्मिन् वाक्ये अहं वदामि पटः पटे अस्ति अन्योन्याभावः। किमपि भवितुम् अर्हति, उत्पीठिका भवितुम् अर्हति, किमपि भवितुम् अर्हति। घटे प्रतियोगिता अस्ति। किमर्थम् इत्युक्ते तत् स्वस्मिन् तादात्म्यसम्बन्धेन तत् घटं प्रतियोगी इत्युक्ते किम्? अभावस्य विरोधी। अभावस्य विरोधी एव प्रतियोगी, समीचीनं। घटस्य अन्योन्याभावस्य विरोधी कः? घटः। घटः, अतः घटः प्रतियोगी, अपि च घटे प्रतियोगिता अस्ति। पटे अन्योन्याभावः अस्ति, घटस्य अन्योन्याभावः, अतः पटः भवति अनुयोगी, घट अनुयोगी। अत्र तदेव भेदः इति वयं वदामः, यत्र अन्योन्याभावः अस्ति तद् भेदः इति अन्य डेफिनेशन् भवति खलु। सत्यं सत्यं, यत्र यत्र भेदः इति दृश्यते तत्र अन्योन्याभावः इति चिन्तनीयं भवति पुस्तके। अस्तु, तर्हि किञ्चित् स्मारयति वा, अन्योन्याभावः एकविधाभावः, अत्यन्ताभावः कीदृशः आसीत्? इदानीम् अत्यन्ताभावः इत्युक्ते तत्र वयं वदामः भूतले घटः नास्ति इत्यस्मिन् वाक्ये घटः भूतले नास्ति, घटः अस्ति। इदानीं घटः भूतले नास्ति इति वदामश्चेत् तत्र घटस्य अभावः निवारयितुं वयं घटम् आनयामश्चेत् तस्य अभावः गच्छति। अतः तत्र अत्यन्ताभावः इति उच्यते। घटः अस्ति, घटे प्रतियोगिता अस्ति, भूतले अनियोगिता अस्ति, परन्तु तद् अनियोगिता अधिकरण एकनिमिषः, तत्तु अग्रिमः विषयः। इदानीं भवत्या यदुक्तम् अत्यन्ताभावः तत्तु समीचीनः, भूतले घटः नास्ति इति तादृशवाक्यं यत्र श्रूयते अस् धातुयुक्तं भूतले घटः अस्ति अथवा भूतले घटः नास्ति इति वाक्यं यत्र श्रूयते तत्तु अत्यन्ताभावः. प्रतियोगिनः नाम घटस्य आनयनेन सः अभावः निवारितः भवति. उपस्थितिः अस्ति न वा इति विषयः तत्र. परन्तु अन्योन्याभावस्थले तादृशप्रश्नः नास्ति. एकस्य उपस्थितिः अस्ति वा अपरस्य अनुपस्थितिः इति तादृशप्रश्नः नास्ति. अन्योन्याभावः भेदमेव दर्शयति. घटः पटो न, घटः पटे भवितुमेव न अर्हति. घटस्य आनयनेन तादृशः अभावः पटे निवारितः न भवति एव. यतोहि घटः सर्वदा स्वस्मिन् एव स्थातुं शक्नोति खलु, अपरस्मिन् तादात्म्येन न स्थातुं शक्नोति. तादृशः अभावः अन्योन्याभावः. अपि च भवत्या यदुक्तम् अत्यन्ताभावः, घटः नास्ति इति अभावः, तादृशम् अत्यन्ताभावः. अत्यन्ताभावस्थले प्रतियोगी कः अनुयोगी कः इति वदति वा? घटः प्रतियोगी. पूर्वस्मिन् पुटे चित्रमस्ति, तत् पश्यतु एकवारम्. अष्टविंशतितमे पुटे उपरितने भागे एकं चित्रम् अस्ति खलु. तर्हि अनुयोगी प्रतियोगी इत्यस्य सामान्य परिभाषा अत्र अस्ति, सामान्यविवरणं. सामान्यरीत्या प्रतियोगी कः? प्रतियोगी घटः. अनुयोगी घटं स्थले घटाभावः किम्? सामान्यरीत्या यदा अनुयोगी इति वदामः अभावस्थले, अनुयोगी इत्युक्ते अभावः एव, सः अभावः यः कोऽपि भवतु, प्रागभावः वा प्रध्वंसाभावः वा अन्योन्यभावः अत्यन्ताभावः, सः अभावः अनुयोगी इति उच्यते. अभावे अनुयोगिता अस्ति. घटः यस्य आनयने अभावः निवार्यते सः प्रतियोगी, तस्मिन् प्रतियोगिता अस्ति इति सामान्यपरिभाषा तयोः. अस्तु, अभावे अनुयोगिता, पदार्थे प्रतियोगिता. अपि च अत्यन्ताभावस्थले वस्तुनः आनयनेन अभावः निवारितः भवति, किन्तु अन्योन्याभावस्थले तथा नास्ति. उपस्थितिः इत्यस्य विषयः नास्ति, भेदमेव दर्शयति अन्योन्याभावः. एतावता स्पष्टम्? आमाम्. अनुयोगी प्रतियोगी इत्यस्य सामान्यविवरणम् अस्ति इदम्. अभावस्थले अभावे अनुयोगिता, घटे वा पटे वा प्रतियोगिता. अधुना अग्रिमभागे पश्यामः अनुयोगी इति संज्ञा केवलम् अभावस्य न अपि तु अधिकरणस्यापि अनुयोगी इति संज्ञा भवितुम् अर्हति इति अग्रिमः विषयः. तत्र जयन्ती भगिनी पठति वा? आं भगिनि. अधिकरणस्य अपि भवति अस्तु, अधिकरणस्य अपि भवति अनुयोगी इति संज्ञा. अभावाः एतावता निरूपिताः, तन्निष्ठः विरोधः अनियोगिता अपि उक्ता. अस्य च अनुयोगिता शब्दस्य अन्यत्र अपि प्रयोगः दृश्यते. न्यायग्रन्थेषु अधिकरणस्य अपि क्वचित् अनियोगी इति व्यवहारः दृश्यते, यथा भूतलं घटानुयोगी. अत्र भूतलम् अनियोगी चेत् अनियोगिता भूतले अस्ति. इयं च अनुयोगिता न अभावनिष्ठविरोधरूपा, किन्तु अधिकरणनिष्ठधर्मः धर्म इति अधिकरणता एव. तथा च भूतले घटानुयोगिता अस्ति इत्युक्तौ घटाधिकरणता अस्ति इति अर्थः ग्राह्यः. अत्र अनुयोगितायाः अपरं निरूपणम् अस्ति अधिकरणम् इति रूपेण. घटः भूतले नास्ति इत्यस्मिन् प्रसङ्गे घटाभावः भूतले अस्ति. घटे प्रतियोगिता अस्ति, अभावे घटाभावे अनुयोगिता अस्ति, सा च अनियोगिता भूतले अस्ति. इत्युक्ते अत्र भूतलम् अधिकरणम्, अभावस्य अधिकरणं भवति. अत्र अधिकरणम् एव अनुयोगी इति अत्र उच्यते. पूर्वं किं दृष्टं? पूर्वम् अनुयोगी इत्युक्ते किम्? पूर्वं यत्र यत्र अभावः अस्ति, घटाभावः वा पटाभावः अस्ति, तस्मिन् अभावे अनुयोगिता अस्ति. अभावः एव अनुयोगी, प्रतियोगिनस्य विरोधी इति अस्ति. अत्र अनियोगितायाः अनियोगिता इत्युक्ते अनियोगी इत्युक्ते अधिकरणम् इति अर्थः. समीचीनं, तावदेव अस्ति. अत्र नूतनतया नामकरणं कृतम् अस्ति. पूर्वम् अभावः इति अनुयोगी आसीत्. अत्र अभावः यत्र वर्तते तद् अधिकरणम् अपि अनुयोगी इति उच्यते. तदर्थम् अधिकरणस्यापि अनुयोगी इति संज्ञा इति. इदं स्पष्टं स्यात् मनसि. यत्र कुत्रापि अनुयोगी न अभावनिष्ठा अथवा अनुयोगी न अभावविषयकः इति यत्र कुत्रापि वाक्यं दृश्यते तर्हि इदं चिन्तनीयं भवति. अधिकरणं कस्य अधिकरणम्? अभावस्य अधिकरणं. तस्य अपि अनुयोगी इति संज्ञा. तर्हि तस्मिन् अधिकरणे नाम भूतले, भूतले अभावः अस्ति चेत् भूतलम् अधिकरणं तस्मिन् अनुयोगिता अस्ति. स्पष्टमस्ति वा? अस्तु, तर्हि अग्रे सरला भगिनी पठति किम्? एतां च अधिकरणतारूपम् अनियोगिताम् आदाय भेदात्वा भेद अत्यन्ताभावयोः वैलक्षणं सम्प्रदाये इत्थं वर्णयन्ति. अत्यन्ताभावस्थले बोधनाय प्रतियोगी वाचकपदस्य प्रथमा, अनियोगी वाचकपदस्य च सप्तमी भवति. यथा भूतले घट नास्ति इति अत्यन्तभावबोधकप्रयोगः. अत्र च घट अभाव भूतले अस्ति, अभाव प्रतियोगिता घटे. तत् वाचक पदोत्तरं प्रथमा विभक्ति भवति. अभाव अनियोगी भूतलम्, अतः तद् वाचकपदोत्तरं सप्तमी विभक्ति भवति. एवमेव वायो रूपं नास्ति, रूपे विशेष नास्ति इति वाक्येषु प्रतियोगी वाचकपदस्य प्रथमा अनियोगी वाचकपदस्य सप्तमी विभक्ति समर्थनीया. इदानीम् अहं पुनः पठामि भगिनि. अत्यन्त अभावस्थले एतां च अधिकरणतारूपम् अनियोगिताम् आदाय भेद अत्यन्तभावयोः वैलक्षण सम्प्रदाये इत्थं वर्णयन्ति. यदि अहं पूर्वं पठितवन्तः, यदि घटाभाव भूतले अस्ति, घटाभाव अनियोगी तस् यत्र अनियोगी वर्तते अधिकरणे, तत् अधिकरणम् अपि अनियोगी भवति, भूतलमपि अनियोगी. स अधिकरणता अत्र अधिकरणतारूपम् अनियोगितम् अनियोगिता. सो तत् तत्र अधिकरणे अनियोगिता वर्तते. एतत् अत्यन्तभाव अनोन्याभावस्य भेदं ज्ञायते. समीचीनं, यत्र भेदः इति उक्तमस्ति तत्र अन्योन्याभावः इति योजयन्ति चेत् स्पष्टं भवति. अन्योन्याभाव अत्यन्ताभावयोः वैलक्षण्यं. अत्यन्त अभावसि उपस्थिति नास्ति अनुपस्थिति इति अत्यन्त अभावः अन्योन्याभावः भिन्नम् अस्ति भेदम् अस्ति भेदः कदापि घटभाव घट आनेतुम् अन्योन्याभावः न जायते यतोहि घटं विहाय लोके सर्वत्र तादृशः अन्योन्याभावः घटस्य अन्योन्याभावः वर्तते एव अत्यन्त अभावस्थले बोधनाय प्रतियोगिवाचकपद्यस्य प्रथमा विभक्ति अनियोगिवाचकपद्यस्य सप्तमी विभक्ति यदा अहं वदे घटभूतले अस्ति सो अनियोगि अस्ति भूतलं तस्य विभक्तिः भवति सप्तमी विभक्ति घटः भूतले अस्ति इति न घटः भूतले नास्ति इति वक्तव्यं अत्यन्त अन्योन्याभावः घटभूतले नास्ति अत्र भूतल अत्यन्ताभावः अत्यन्ताभावः आम् प्रतियोगिता भवति घटे सो घट अस्ति प्रथमा विभक्ति अनियोगिता कुत्र अस्ति अनियोगिता भूतले अधिकरणे अस्ति भूतले अस्ति अतः अनियोगिवाचकपदस्य सप्तमी विभक्ति भवति सप्तमी विभक्ति अस्ति भूतले इति सप्तमी अस्ति इति अत्यन्तभावबोधकः प्रयोगः अनन्तरम् अत्र च घटाभावभूतले अस्ति सो घटाभाव द्वितीय भिन्ना द्वितीय कथं घटो नास्ति घटाभावः अस्ति एकम् अर्थम् अस्ति अभावप्रतियोगिता घटे सो पुनः भवति घटे अभावप्रतियोगिता घटे अस्ति एक अर्थं भगिनी नै अभावप्रतियोगिता तत् वाचकपदोत्तरं प्रथमा विभक्तिः भवति यदा अहं वदामः घट भूतले नास्ति तत् घटः प्रतियोगितावाचकशब्दः अस्ति प्रथमा विभक्तिः अभाव अनियोगी भूतलम् अत्र भूतले घट नास्ति सो अत्र घटस्य अभावः भूतले अस्ति सो भूतलम् अभाव अनियोगी शब्दः अस्ति अतः तत् वाचकपदोत्तरं सप्तमी विभक्ति भवति सो अनियोगिता वाचकशब्द सप्तमी विभक्ति एवमेव वायोरूपं नास्ति वायो अस्ति सप्तमी विभक्ति रूपम् अस्ति प्रथमा विभक्ति सो वायो भवति अनियोगिता रूपं भवति प्रतियोगिता रूपे भवति प्रतियोगिता अस्तु अथवा रूपं प्रतियोगी रूपं वायुः अनियोगी इति रूपे अन्यानि उदाहरणानि अन्यानि उदाहरणानि रूपे विशेषः नास्ति वाक्येषु प्रतियोगिता वाचकपदस्य प्रथमा यथा विशेषः वा रूपम् अनियोगिवाचकस्य सप्तमी इदं हा एतादृशः प्रयोगः कस्य बोधकः अनियोगी प्रतियोगी अस्तु कीदृश अभावस्य बोधकः अनोन्यभावस्य अनोन्यभावस्य चिन्तयतु संकेतं कीदृशः अन्य कोऽपि अत्यन्ताभावस्य एतावता भवत्या यदुक्तं भूतले घटः नास्ति भूतले घटाभावः न अस्ति इति सर्वम् एकं प्रथमाविभक्तियुक्तपदम् अपरं सप्तमी विभक्तियुक्तपदम् इति सर्वम् अत्यन्ताभावः बोधकप्रयोगः अत्यन्ताभावबोधकप्रयोगे अनुयोगिनः सप्तमी विभक्ति यथा भूतले अथवा वायौ रूपे इत्यादिकम् इति बुद्धं वा? आं भगिनि. अस्तु, तर्हि अग्रे राजेन्द्रमहोदय किञ्चित् पठति वा? भेदस्थले तु प्रतियोग्य अनुयोगी वाचकपदाभ्यां प्रथमाविभक्तिः भवति, तथा घटः पटो न इति. यदि घटभेदः पटे अस्ति इति वक्तुम् इच्छति तदा पटः अनुयोगी घटः प्रतियोगी. इयमपि पटनिष्ठ अनुयोगिता अधिकरणता एव. एवं हि विपरीतम् अपि सम्भवति. पटभेदः घटनिष्ठः बोधयितुम् इष्टचेत् अपि इदं वाक्यं भवति, तर्हि अनुयोगिता घटनिष्ठः. अनुयोगिता प्रतियोगितयोः आश्रयभेदः अपि विभक्तो भेदः नैव भवति इति भेदस्थले विशेषः. इदानीं किमस्ति, भेदस्थले यथा वदामः प्रतियोगी अनुयोगिवाचक पदाभ्यां सर्वे प्रथमाविभक्ति एव भवति. यथा वदामः घटः पटो न, घटः अपि प्रथमाविभक्ति, पटः अपि प्रथमाविभक्ति. तत् यदि घटभेदः पटे अस्ति इति वक्तुम् इच्छति तदा पटः अनुयोगी. यदा वदामः घटः पटः न, अनुयोगिता पटे अस्ति, प्रतियोगिता घटे अस्ति. घटः प्रतियोगी, पटः अनुयोगी. इयमपि पटनिष्ठ अनुयोगिता अधिकरणता एव. अत्र अपि अस्ति, यथा पटनिष्ठ अनुयोगिता अस्ति सः पटे अस्ति, तत् पटे अधिकरणता अस्ति तत् अनुयोगितायाः. एवं हि एकनिमिषः. पटे अधिकरणता अस्ति, परन्तु पटः कस्य अधिकरणम्? अनुयोगी पटः घटाभावस्य अधिकरणं, तदर्थं तस्य अनुयोगी इति नामकरणं कृतम्. क्षम्यतां, न चिन्ता नास्ति महोदय. तदर्थं पटे अनुयोगिता अस्ति, अधिकरणता अपि अस्ति. पटे अस्ति तथैव अधिकरणता अस्ति. एवं हि विपरीतम् अपि सम्भवति. पटभेदः घटनिष्ठः बोधयितुम् इष्टचेत् अपि इदं वाक्यं भवति. यथा विपरीतदिशायाम् अपि गन्तुं शक्नुमः. यथा घटः पटः प्रतियोगी अस्ति, घटे पट अनुयोगी, पटः घटः पट अनुयोगी अस्ति, तथा तदपि वक्तुं शक्नुमः. पटः घटः न, प्रतियोगी अनुयोगी अनुयोगिता प्रतियोगितयोः आश्रयभेदे अपि विभक्तो भेदः नैव भवति. यथा तत् आश्रयभेदः अपि अस्ति, तदपि विभक्तिभेदः न अस्ति. प्रतियोगी अथवा अनुयोगी द्वौ प्रथमाविभक्त्योः भवतः. प्रथमाविभक्त्यां कस्य अभावस्य निरूपणं भवति एतादृशवाक्यम्? अन्योन्यभावः, अन्योन्यभावस्य निरूपणं भवति. प्रथमाविभक्तियुक्तपदद्वयं भूत्वा न इति अपि भवति इति अन्योन्याभावस्य प्रयोगः. अन्योन्याभावः एव भेदः इत्यपि उच्यते. तर्हि यत्र भेदः इति दृश्यते तत्र भ्रमः मास्तु. वाक्ये काण्टेक्स्ट् दृष्ट्वा अन्योन्याभावः अपि भवितुमर्हति भेदः इति पदम्. अस्तु, इदानीम् अस्माकं मूलविषयं प्रति गच्छामः, यद् सन्ध्या भगिनी पठन्ती आसीत्. भगिनी इदानीं पुनः पठति वा? आं भगिनि, षड्नवतितमे पुटे. आम्, तर्हि घटः पटो न, घटः पटात् भिन्नः इत्यादि प्रत्ययाः अन्योन्याभावं तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताकाभावरूपं साधयन्ति इति उक्तम्. तर्हि एतद्वाक्यं तदेव वदति, घटः पटः न इति यदि वदामः घटः पटात् भिन्नः इति, तर्हि तत्र अन्योन्याभावं वा भेदं सूचयति इति. तैः ज्ञानैः अस्तु अत्र किञ्चित् परिशीलनं करोतु. तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिताक अभावरूपम् इति. मनसि मनसि चित्रं निर्मातु, घटः अपि च पटः. घटे किम् अस्ति? घटे घटः प्रतियोगी खलु, तर्हि घटे किम् अस्ति? तर्हि घटे प्रतियोगिता अस्ति. पटे किम् अस्ति? पटे अनुयोगिता अस्ति. तन् अनुयोगिता अस्ति. घटः स्वस्मिन् केन सम्बन्धेन तिष्ठति? तादात्म्यसम्बन्धेन. तादात्म्यसम्बन्धेन. तर्हि घटे प्रतियोगिता अपि अस्ति, तादात्म्यसम्बन्धः अपि अस्ति खलु. यथा उपरितने चित्रे यथा प्रदर्शितं घटः, घटे घटत्वम् अस्ति, घटे विशेष्यता अस्ति, उभयोः सामानादि. तथैव घटे प्रतियोगिता अपि अस्ति, अपि च तादात्म्यसम्बन्धः अपि. सत्यं. तर्हि प्रतियोगिता कीदृशी? प्रतियोगिता अस्ति तादात्म्यसम्बन्ध अवच्छिन्ना प्रतियोगिता. अपि च सा प्रतियोगिता अभावं निरूपयति, तदर्थमेव क प्रत्यय उपयुज्य तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताक अभावरूपं साधयन्ति इति उक्तम्. तर्हि तदेव पदं तत्र तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगितानिरूपित अभावम् इत्यपि वक्तुं शक्नुमः. अवश्यम् अवश्यं, तावदेव भगिनि, सत्यम्. अस्तु, तर्हि एषः अभावः अन्योन्याभावः इति अस्ति इति अस्ति वाक्यं. तैः ज्ञानैः सिद्ध्यन् पदार्थः अभावरूपः. तर्हि तर्हि एतेन ज्ञानेन यद् सिद्धं भवति सः एव अभावः इति वाक्यार्थः वा? हा, तैः ज्ञानैः. इदानीं भवत्या यद् पठितं घटः पटो न, घटः पटाद् भिन्नः, एतादृशैः वाक्यैः अथवा एतादृशैः प्रत्ययैः अथवा एतादृशैः ज्ञानैः यः पदार्थः सिद्ध्यति सः अभावः. अभावः अपि सप्तसु पदार्थेषु अन्यतमः इति स्मरन्ति खलु? द्रव्यगुणकर्मसमवायः अभावः इत्यादिकमासीत्. तर्हि तादृशः पदार्थः अभावः. अस्तु, अग्रे. तर्हि अग्रिमवाक्यमस्ति, अतः सः सर्वपदार्थवृत्तिः. तर्हि तत्र इत्युक्ते अभावः सर्वेषु पदार्थेषु भवितुम् अर्हति इति अर्थः वा? सत्यं सत्यं सत्यं. परन्तु कथम् अतः इति ते ओ तर्हि अस्तु, अन्योन्याभावः एतादृशैः वाक्यैः यदा निरूपयामः तर्हि सर्वेषु पदार्थेषु भवितुमर्हति इति. भवितुमर्हति. अग्रे अपि कानिचन उदाहरणानि दत्तानि, तेन स्पष्टं भवति. अग्रे पठतु. रूपं न घटः इति प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति. तर्हि यदा वदामः रूपं यथा पूर्वम् उक्तवन्तः घटः पटः न इति, तथा रूपं घटः न इति वाक्यम् उदाहरणरूपेण स्वीकुर्मः चेत् तर्हि तेन घटस्य रूपस्य द्वयोः अपि तत्र तस्मिन् वाक्ये रूपं रूपं घटः न इत्यस्मिन् वाक्ये प्रतियोगी कः अनुयोगी कः इति वदतु. रूपं घटः न इति यदि वदामः तर्हि प्रतियोगी घटः अस्ति, रूपम् अनुयोगी अस्ति, परन्तु विपरीतमपि सत्यमस्ति. सामान्यतया रूपं घटः न इति यदा वदामः तदा न पदं यस्य समीपे अस्ति तद् अनुयोगी इति स्वीकरणीयं भवति. तर्हि अत्र तु मध्ये अस्ति खलु रूपं घटः इति. परन्तु यदा घटः पटः न इति तादृशवाक्यं भवति न यत्र यस्य समीपे भवति उभयोः प्रथमा विभक्ति तदर्थं निर्णयं स्वीकरणीयं भवति अनुयोगिकः प्रयोगिकः इति. अस्मिन् वाक्ये रूपः न घटः इत्यस्मिन् वाक्ये घटस्य अन्योन्याभावः रूपे अस्ति इति अग्रे उक्तम्. रूपं न घटः इति प्रत्ययेन घटभेदस्य नाम घट अन्योन्याभावस्य रूपे वृत्तित्वम् अस्ति. भगिनी एकः प्रश्नः अस्ति, अत्र रूपम् इत्युक्ते किम्? रूपम् इत्युक्ते गुणः, रूपरसगन्ध. परन्तु रूपम् इत्युक्ते तस्य सैज़् वा? सैज़् इति न भगिनि, रूपं केवलं यस्य कस्यापि रूपं स्यात्, पुस्तकस्य रूपं वा, रूपम् इति गुणः तावदेव अत्र प्रदर्शितम्. किम् अत्र किं वक्तुम् इच्छन्ति चेत् सर्वपदार्थवृत्तिः इति उक्तं खलु पूर्वस्मिन् वाक्ये, तर्हि अन्योन्याभावः सर्वेषु पदेषु भवति इति प्रदर्शयितुम् इदम् उदाहरणं दत्तम्. गुणः अपि एकः पदार्थः, आमां, रूपम् एकं गुणं गुणः, आम्, रूपं न घटः इत्यस्मिन् वाक्ये घटस्य अन्योन्याभावः रूपे अस्ति, अतः रूपम् इति अनुयोगी, घटः प्रतियोगी इति बुद्धम्. अत्र कोऽपि भ्रमः वा अथवा प्रश्नः? मम किञ्चित् इतोपि भ्रमः अस्ति. रूपं घटः न, अत्र घटः अनुयोगी, रूपं प्रतियोगी खलु? रूपं घटः अवश्यं, रूपं घटः न, तत्र न पदोत्तरं घटः तथा स्वीकर्तुं शक्यते. परन्तु अस्मिन् वाक्ये रूपं न घटः इति अस्ति खलु भगिनि? आम् आम्, न तु साक्षात् मध्ये अस्ति, परन्तु किं करणीयम् इति मयापि न ज्ञायते. किन्तु अत्र अग्रे उक्तं रूपं न घटः इति प्रत्ययेन इति ज्ञानेन घटभेदस्य घटस्य अभावस्य रूपे वृत्तित्वं, रूपे विद्यमानत्वं. वृत्तिः इत्युक्ते आधेयः खलु. अत्र रूपं द्वितीयविभक्ति अस्ति वा? न, प्रथम अन्योन्याभावचर्चा खलु. अन्योन्याभावस्थले अनुयोगिनः प्रतियोगिनः प्रथमा विभक्ति. अत्र रूपमिति गुणः खलु, रूपम् अत्र वर्णमिति गुणः वा अथवा न, रूपं चतुर्विंशति आकारः भवतु अथवा वर्णः भवतु यत्किमपि भवतु, परन्तु अत्र रूपम् इत्युक्ते चतुर्विंशतिगुणेषु यदुक्तं रूपरसगन्ध इत्यादयः तद् रूपम् अस्ति. तर्हि मनसि रूपमिति गुणः खलु, गुणस्य आश्रयः घटः एव, किमर्थं तत्र अभावस्य एकनिमिष अत्र रूपं घटस्य रूपम् इति न उक्तं, केवलं रूपम्. अस्तु, सप्तपदार्थेषु अन्यतमः गुणः, तादृशगुणेषु एकः अस्ति रूपं, तदेव स्वीकृतं. घटस्य रूपम् इति तु न उक्तं, केवलं रूपम् इति पृथक् पदार्थः, घटः इति पृथक् पदार्थः इति प्रदर्शनीयं भवति अत्र. तदर्थं रूपं न घटः इत्यस्य वदनेन घटस्य अभावः रूपे प्रतीयते. रूपे घटस्य अभावः अस्ति इति कृत्वा रूपम् अनुयोगी, यतोहि अधिकरणस्यापि अनुयोगी इति संज्ञा इति पठितम् इदानीं. रूपम् अनुयोगी, घटः प्रतियोगी. इति बुद्धं वा? माला भगिन्याः प्रश्नः आसीत् इति मन्ये. आमाम्, इदानीम् अवगतम्. भगिनी, रूपं घटः न, रूपं न घटः, अनयोः भेदः अस्ति वा? यावत् अहम् अवगच्छामि, हा, यावत् अहम् अवगच्छामि, रूपं घटः न इति यदा वदामः तदा न पदोत्तरं घटः अस्ति खलु? आम् आम्. हा, सः अनुयोगी भवति, रूपस्य अभावः घटे अस्ति. घटः रूपं न इत्यस्य वदनेन रूपे अनुयोगिता अस्ति, रूपे घटस्य अभावः अस्ति, यथा घटः पटो न, पटः घटो न. परन्तु अत्र तु साक्षात् मध्ये अस्ति, तदर्थं रूपं मध्ये न अस्ति, तदनन्तरं घटः, किन्तु तदर्थमेव एतद् विवरणमपि दत्तं, घटस्य अभावः रूपवृत्तित्वम् इति अहं चिन्तयामि. अस्तु अस्तु. इत्युक्ते घटभेदः रूपे अस्ति इति अर्थः खलु? घटभेदः इत्युक्ते सन्ध्या भगिन्याः प्रश्नः आसीत् किम्? आसीत्, परन्तु इदानीं किञ्चित् स्पष्टम् इति मन्ये. अस्तु अस्तु भगिनि, तर्हि अग्रे पठतु. तर्हि रूपं घटः न इति तत्र घटे न, रूपे घटस्य अभावः अस्ति, एवमेव किल? एवमेव. अस्तु, तर्हि तथैव उत्क्षेपणं न पटः इति यदा वदामः तर्हि उत्क्षेपणे पटस्य अभावः इति स्वीकुर्मः किल? सत्यम्, उत्क्षेपणं न, एवं कुर्मः चेत् रूपं न घटः इति, हा, पटः अनुयोगी भवति, रूपं न घटः इत्यस्य वदनेन रूपे घटाभावः वर्तते इति साधितं खलु. तर्हि उत्क्षेपणं न पटः इत्यस्य वदनेन पटे उत्क्षेपणाभावः अस्ति. बुद्धं वा सन्ध्या भगिनी? न भगिनि, किञ्चित् अहम् इतोपि किञ्चित् भ्रमिष्ठा एव अस्मि, क्षम्यताम्. पूर्वतनवाक्यं पठतु. रूपं न घटः, रूपं न घटः इति प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति इत्युक्ते तत्र रूपं घटः न इत्युक्ते घटे रूपस्य अभावः, विपरीतम् अभावः. भवती यद् उक्तवती रूपं घटः न, तस्मिन् वाक्ये घटे रूपस्य अभावः इति तु सत्यं, परन्तु इदानीं यद् वाक्यं भवत्या पठितं रूपं न घटः, तत्र किञ्चित् भिन्नता दृश्यते वा? न इति मध्ये आगतम् खलु, वदतु भगिनि. हा, न इति मध्ये आगतम् इति कृत्वा घटस्य अभावः रूपे अस्ति इति सिद्ध्यति, विपरीतदिशि नास्ति. अस्तु, तर्हि उत्क्षेपणं न पटः इति वाक्ये पटस्य अभावः उत्क्षेपणे, उत्क्षेपणस्य अभावः, हा, तथा एव वक्तुं शक्, पटे उत्क्षेपणस्य अभावः. अस्तु, यत्किमपि भवतु एकस्मिन् अपरस्य अभावः इति एव भेदस्य मुख्य अंशः. अस्तु, तदवगतम्, एकस्मिन् अपरस्य अभावः इति तदवगतम् अस्ति. अस्तु, न उत्क्षेपणम् इति प्रतीयते खलु, उत्क्षेपणं न पटः इत्युक्ते तदेव किञ्चित् परिवर्त्य वदामि, उत्क्षेपणं पटः न यथा भगिन्या उक्तम्. उत्क्षेपणं न पटः इति वाक्यम् उत्क्षेपणं पटः न इति वदतु, तदा प्रायः सारल्यं भवति, पटे उत्क्षेपणस्य अभावः इति प्रतीयते. तथैव यदि यदा वदामः उत्क्षेपणं न पटः तर्हि तत्र पटः उत्क्षेपणं न इत्यपि वक्तुं शक्यते किल? हा, विपरीतरीत्यापि वदति चेत् पटः उत्क्षेपणं न इति यदा वदति तदा उत्क्षेपणे पटस्य अभावः इति चिन्तनीयं भवति. उत्क्षेपणं पटः न इति वदति चेत् पटे उत्क्षेपणस्य अभावः. अस्तु अस्तु भगिनि, अग्रे पठामि वा? पठतु. घटत्वं पटत्वात् भिन्नम् इति वदामश्चेत् न भगिनि, मम न कार्यं करोति, भवती एव किञ्चित् तत्र सहायं करोतु पुनः. अस्तु, तथैव उत्क्षेपणं न पटः, घटत्वं पटत्वात् भिन्नम्, एतद्विशेषः तद्विशेषात् भिन्नः, समवायः न संयोगः, घटाभावः न पटाभावः इत्यादि प्रत्ययैः क्रियादिनिष्ठत्वं सिद्ध्यति. एतानि सर्वाणि केवलम् उदाहरणानि आसन् इदं दर्शयितुं यद् अन्योन्याभावः सर्वेषु पदार्थेषु भवितुम् अर्हति इति. उत्क्षेपणं न पटः इत्यस्य वदनेन अथवा पटः उत्क्षेपणं न इत्यस्य वदनेन उत्क्षेपणम् इति क्रिया अस्ति, कर्म अस्ति, कर्म अपि एकः पदार्थः खलु, द्रव्यगुणकर्म इत्यादि पङ्क्त्यां. तर्हि अन्योन्याभावः उत्क्षेपणे अपि अस्ति. घटत्वं पटत्वात् भिन्नम् इति यदा वदति तदा घटत्वम् इति किम् अस्ति? जातिः अस्ति, धर्मः अस्ति. जातिः, जातिः अथवा सामान्यं खलु. घटत्वात् पटत्वात् घटत्वं पटत्वात् भिन्नः इति जातिः, तस्मिन् अपि अन्योन्याभावः अस्ति. तर्हि सन्ध्या भगिनी, अत्र भ्रमः नास्तु, कः अनुयोगी कः प्रतियोगी इति विषयः नास्ति, केवलम् अन्योन्याभावः सर्वत्र सर्वेषु पदार्थेषु भवति इति प्रदर्शितं तावदेव. तद् अवगतं, तद् अवगतं, परन्तु यदि वयं तत्र सूक्ष्मतया यदि द्रष्टुम् इच्छामः रूपं घटः न घटः रूपं न इति तत्र किञ्चित् एवम् एवं करोतु, एवं एतदेव उक्तवती खलु प्रथमवाक्ये घटः पटः न इति वाक्यमस्ति प्रथमवाक्यं, पश्यति वा? आम्. न पदस्य समीपे किं पदमस्ति? पटः. पटः न पदस्य समीपे यद् अस्ति तद् अनुयोगी. अस्तु, न पदस्य पूर्वं यदस्ति तद् प्रतियोगी. भ्रमः तदा उदेति यदा न पदं मध्ये आगच्छति. तदा चिन्तनीयं भवति, किन्तु तत् भ्रमः मास्तु तस्मिन्. एवं चिन्तयतु, घटः पटन इत्यस्य वदनेन न प्रतियो न पदात् प्राक् यदस्ति तदेव अनियोगी, अपरं पदं प्रतियोगी. अपि तु एतत्तु स्पष्टमेव, तत्र एतत् सर्वेषु पदार्थेषु एतद् भवति इति यद् ते वक्तुम् इच्छन्ति तद् स्पष्टमेव अस्ति. अस्तु अस्तु, इति एव मुख्यः विषयः. तर्हि तथा च भेदः अन्योन्याभावः सर्वेषु पदार्थेषु वर्तते इति. अस्तु, तर्हि अग्रे लक्ष्मी भगिनी पठति वा? परन्तु भगिनी, भवत्याः ध्वनिः बहु मन्दं श्रूयते. इदानीं सम्यक् अस्ति वा? इदानीमपि किञ्चित् मन्दं. हा, इदानीं सम्यक् अस्ति, पठतु. अस्तु, परन्तु पृथक्त्वं घटः पटात् पृथक् इति प्रत्ययविषयः द्रव्ये एव भवति न तु गुणादौ. गुणादिसमवायिकारणता द्रव्ये एव भवति इति प्रागुक्तम्. अकारणे गुणे कथं पृथक्त्वरूपं कार्यम् उत्पद्येत्? कस्यचित् गुणे जायमानौ अपि रूपं घटात् पृथक् इति प्रत्ययः. न पृथक्त्वरूपं गुणम् अवगाहते, किन्तु घटभेदम् एव रूपनिष्ठम्. तस्मात् पृथक्त्वं भेदात् विलक्षणं विलक्षणम् अतिरिक्तः गुणः द्रव्यमात्रवृत्तिः इति मनसि निधाय उक्तं ग्रन्थकृता नवद्रव्यवृत्ति इति. द्रव्यभिन्ने नास्ति इति अपि तदर्थः. तेन च सर्वपदार्थवृत्तिः यः भेदः, तस्मात् अस्य वैलक्षण्यं सूचितम्. अस्तु. परन्तु पृथक्त्वं घटः पटात् पृथक् इति एकनिमिष अधुना भेदस्य नाम अन्योन्याभावस्य या चर्चा जाता एतावता तत् अस्माकं मूलविषयात् किञ्चित् विषयान्तरम् आसीत्। अद्यतनपाठः किं पृथक्त्वम् इति आसीत् खलु। पृथक्त्वम् इति एकः गुणः, गुणः द्रव्ये एव वर्तते, परन्तु अभावः इति कश्चन पदार्थः, सः पदार्थेषु वर्तते। द्रव्यमपि एकः पदार्थः, अभावः अपि एकः पदार्थः इति स्मरन्ति वा? मनसि स्पष्टता अस्ति वा अस्य विषये? सप्तपदार्थाः, द्रव्य गुण कर्म समवायः अभावः सामान्यं विशेषः, सप्तपदार्थाः। तस्मिन् सप्तपदार्थेषु द्रव्यमिति एकः पदार्थः, द्रव्ये गुणः वर्तते, पृथक्त्वम् इति गुणः। अस्तु, इति मनसि निधाय अग्रे पठतु भगिनि। अस्तु, अत्र प्रथमवाक्यमस्ति घटः पटात् पृथक् इति वयं वदामः चेत् सो इति द्रव्यस्य विषये पृथक्त्वमिति पृथक्त्वमिति गुणः द्रव्ये भवति, न तु गुणादौ। गुणः अपि द्रव्ये समवायिकारणेन द्रव्ये वर्तते। इदानीं प्रश्नः उदेति एकनिमिषः पृथक्त्वं, परन्तु पृथक्त्वम् इति गुणः, भवत्या यदुक्तं द्रव्ये एव भवति न तु गुणादौ, परन्तु अभावः अत्यन्ताभावः तद् गुणे गुणे आसीत् वा? इदानीमेव पठितं, चिन्तयतु, अभावः इति कश्चन पदार्थः, सः पदार्थः सप्तपदार्थेषु अपि अस्ति। तर्हि अभावः सप्तपदार्थेषु भवति वा न वा इति मम प्रश्नः, गुणे अस्ति न वा इति प्रश्नः। अस्ति खलु। पुनस्मरणार्थम् अष्टमपदार्थेषु अस्ति, पुनस्मरणार्थं तत्र पुनः अष्टमपुटं पश्यन्तु, आरम्भे अस्ति पुस्तकस्य आरम्भे अष्टमपुटम्। सत्यं, द्रव्यगुण अभाव कर्म गुणः कर्म सामान्य विशेष समवाय अभावः सप्तपदार्थाः, तेषु सर्वेषु अभावः इति दृश्यते। तर्हि गुणे अपि अभावः अस्ति। हलो, गुणे नाम रूपे अभावः, गन्धे अभावः, स्पर्शे अभावः इत्यादिषु गुणेषु अपि अभावः वर्तते। इति स्पष्टं वा लक्ष्मी भगिनी? आं भगिनि। अस्तु, तर्हि इदानीम् अग्रे पठतु। सो अतः पृथक्त्वमिति कार्यं पृथक्त्वमिदम् इति कार्यं कथं गुणे उत्पद्यते इति प्रश्नः उदेति खलु। प्रथमतया पृथक्त्वं स्वयमेव गुणः खलु, तर्हि पृथक्त्वं गुणे न भवितुमर्हति इति प्रथमः विषयः, केवलं द्रव्ये एव भवति। अपि च गुणादिसमवायीकारणता द्रव्ये भवति इति वयं जानीमः, यस्य कस्यापि गुणस्य समवायीकारणं द्रव्यं, कार्यं गुणः। अस्तु भगिनि, इदानीं कस्यचित् गुणे जायमानोऽपि रूपं न, एकनिमिषः, अकारणे गुणे इति वदतु। अस्तु, अकारणे गुणे, अत्र अकारणे इति कारणस्य अभावः इति चिन्तयितुं शक्नुमः वा? अकारणे गुणे, गुणे कारणं पृथक्त्वमिति कार्यस्य कारणं गुणे नास्ति इति। हा, उत्तमं भगिनि, तथैव, हा समीचीनं, तथैव अस्ति। पृथक्त्वरूपं कार्यं, पृथक्त्वरूपकार्यस्य कारणं किं? द्रव्यं, समवायीकारणम्। असमवायीकारणम् अन्यत् किमपि भवितुमर्हति, परन्तु अन्यः कोऽपि गुणः पृथक्त्वरूपकार्यस्य न कदापि कारणं भवति. अतः अकारणे गुणे कथं रूपं कार्यम् उत्पद्यते उत्पद्येत् कस्यचित् गुणे जायमानो अपि रूपं घटात् पृथक् इति प्रत्ययः न पृथक्त्वरूपं गुणम् अवगाहते किन्तु घटं घटभेदमेव रूपनिष्ठम् अस्तु. कस्यचित् गुणे विद्यमानगुणेभ्यः अयं घटः इति वक्तुं शक्नुमः. अनन्तरं अन्यद्रव्ये किमपि गुणे गुणाः जायन्ते तस्मात् घटः अत्र एकनिमिषः अत्र वाक्यमस्ति रूपं घटात् पृथक् इति. पृथक् इति रूपं घटात् पृथक् इति प्रत्ययः. प्रत्ययः नाम शब्दप्रयोगः अथवा ज्ञानम् आकारः ज्ञानस्य आकारः. रूपं घटात् पृथक् इत्यस्मिन् पृथक् इति शब्दः दृश्यते खलु. पृथक् पदस्य विभक्ति का? प्रथमा विभक्ति. अनन्तरं रूपम् इति पदस्य विभक्ति का? प्रथमा विभक्ति. तत्र विशेषणविशेषभावः दृश्यते किल. विशेषणं किं विशेष्यं किम्? विशेष्यं रूपमस्ति विशेषणं पृथक् अस्ति. पृथक् इति विशेषणवाचकपदं वस्तुतः खलु. तर्हि वस्तुतः विशेषणमस्ति पृथक्त्वम्. अवगतं? यथा उन्नतः वृक्षः उन्नतः वृक्षः इत्यस्मिन् उन्नतः विशेषणवाचकपदम् औन्नत्यम् इत्येव विशेषणं. तथैव अत्रापि विशेषणविशेषभावः दृश्यते रूपं पृथक् अनयोः मध्ये. तर्हि पृथक्त्वं रूपे अस्ति वा इति प्रश्नः. यथा औन्नत्यं वृक्षे अस्ति तथा पृथक्त्वं रूपे अस्ति वा? अत्र रूपमिति पदार्थ पदार्थं खलु न तु घटस्य रूपे रूपं घटे रूपमिति गुणः घटे विद्यमानः तत् न किन्तु रूपमिति अन्यपदार्थः यत् गुणे आगच्छति खलु. अस्तु अस्तु भगिनि समीचीनम् तदेव अहं श्रोतुम् इष्टवती. तर्हि पृथक्त्वम् इति रूपे न भवितुम् अर्हति खलु. पृथक्त्वम् अपि स्वयं गुणः. एतावता चर्चा जाता गुणादौ पृथक्त्वं न भवति इति. यतोहि पृथक्त्वं स्वयमेव गुणः. अपि च गुणे समवायीकारणता नास्ति कस्यचित् अपि इति कृत्वा गुणः पृथक्त्वं जनयितुं न शक्नोति. अतः रूपं घटात् पृथक् इत्यस्मिन् वाक्ये यद्यपि विशेषणविशेषभावः दृश्यते रूपं पृथक् अनयोः मध्ये तथापि पृथक्त्वम् इति रूपे नास्ति. यथा भगिन्या उक्तं गुणे पृथक्त्वं न भवति. अस्तु अतः अनेन वाक्येन रूपं घटात् पृथक् इत्यनेन वाक्येन किम् अवगाहते? लक्ष्मी भगिनी अग्रे. न पृथक्त्वरूपम् एकनिमिषः न पृथक्त्वरूपं गुणम् अवगाहते. न पृथक्त्वरूपं गुणम् अवगाहते. अत्र अवगाहते इति सम्यक्तया अहं न अवगतम्. अवगाहते इत्युक्ते विषयीक्रियते स्पष्टीक्रियते. अस्तु तर्हि अस्तु इत्युक्ते रूपं घटात् पृथक् इत्यनेन वाक्येन पृथक्त्वरूपगुणः न विषयीकृतः. रूपं घटात् पृथक् इति ज्ञानं तस्य विषयः पृथक्त्वं नास्ति. किन्तु किम् अस्ति अग्रे? घटभेदं घटभेदम् एव रूपनिष्ठं घटभेदः इत्युक्ते किं भेदः इत्युक्ते अन्योन्यभावः अन्योन्यभावः कुत्र अस्ति घटस्य रूपे अस्ति रूपे अस्ति घटभेदं रूपनिष्ठम् इति अवगाहते रूपं घटात् पृथक् इत्यनेन वाक्येन यतोहि पृथक्त्वम् इति रूपे न भवितुमर्हति तर्हि अत्र विषयद्वयम् अस्ति अन्योन्याभावः अपि च पृथक्त्वम् अत्र सारांशः अयं यत् रूपं घटात् पृथक् इति वाक्ये पृथक्त्वम् इति भ्रमः मास्तु इति रूपं घटात् पृथक् इति वाक्यं पृथक्त्वं न प्रदर्शयति पृथक्त्वम् इति गुणं न प्रदर्शयति किन्तु घटस्य अन्योन्याभावमेव प्रदर्शयति इति घटभेदः भगिनि रूपं घटात् पृथक् इति वाक्यं अन्योन्याभाव भावम् एव प्रदर्शयति वा यथा घटः पटो न सत्यं तदेव अस्ति अस्तु किमर्थम् इति वक्तुम् इच्छति वा स्वस्य वाक्यैः माला भगिनि न भगिनि अन्य कोऽपि साहाय्यं करोति लक्ष्मी भगिनी एव इतोपि एकवारं रूपं रूपं रूपं रूपमिति रूपमिति पदार्थः स्वीकुर्मः चेत् घट इति अन्यपदार्थः स्वीकुर्मः चेत् रूपं घटात् पृथक् और् रूपं रूपं रूपं रूपं घटयोः मध्ये भेदः अस्ति तत् स च भेदः अन्योन्य अभावः इत्युक्ते रूपे घटस्य घटस्य अभावः अस्ति और् घटे रूपस्य अभावः अस्ति खलु इत्युक्ते रूपं घटः न इत्यपि वक्तुं शक्नुमः खलु तदेव अस्ति तदेव अस्ति रूपं घटः न इति वाक्यं रूपं घटात् पृथक् इत्यनेन अपि सूचितं यतोहि पृथक् इति प्रथमा विभक्ति रूपं प्रथमा विभक्ति तर्हि पृथक् इति विशेषणम् अस्ति चेत् रूपस्य तर्हि पृथक्त्वं रूपे अस्ति वा इति प्रश्नः उदेति अला भगिनी पृथक्त्वं रूपे भवितुमर्हति वा न भवितुमर्हति यतोहि उभौ अपि गुणौ खलु द्वौ अपि गुणौ आम् इति एव विषयः तदर्थम् अत्र रूपं घटात् पृथक् इत्यस्मिन् यद्यपि पृथक्त्वम् इति प्रतीयते तथापि तथा नास्ति पृथक्त्वरूपं गुणं न अवगाहते अनेन वाक्येन केवलं घटस्य अभावः रूपे अस्ति इति अवगाहते आहत्य पृथक्त्वरूपं कस्मिन् वाक्ये अवगाहते इति अग्रे अस्ति अस्तु अस्तु तर्हि अग्रे वर्धिनी भगिनी पठति वा तस्मात् इत्यस्मात् आरभ्य आं भगिनि तस्मात् पृथक्त्वं भेदात् विलक्षणम् अतिरिक्तः गुणः द्रव्यमात्रवृत्तिरिति मनसि निधाय उक्तं ग्रन्थकृतनवद्रव्यवृत्ति इति द्रव्यभिन्ने नास्ति इति अपि तदर्थः तेन च सर्वपदार्थवृत्तिः यः भेदः तस्मात् अस्य वैलक्षण्यं सूचितम् तस्मात् पृथक्त्वं भेदात् विलक्षणं पृथक्त्वं गुणः गुणेन नास्ति इति चेत् पृथक्त्वं भेदात् विलक्षणमस्ति विलक्षणम् इत्युक्ते पृथक्त्वम् अन्योन्याभावात् विलक्षणं भेदात् इत्युक्ते अन्योन्याभावात् विलक्षणम् अतिरिक्तः गुणः द्रव्यमात्रवृत्तिः इति मनसि निधाय उक्तं ग्रन्थकृता नवद्रव्यवृत्तिः इति द्रव्यमात्रवृत्तिरिति अतिरिक्तः गुणः अतिरिक्तः गुणः द्रव्यमात्रवृत्तिः नाम द्रव्ये एव वर्तते पृथक्त्वम् इति विलक्षणं वेदात् अपि च कश्चन गुणः द्रव्ये एव न तु गुणे गुणः गुणे नास्ति गुणः कर्मणि नास्ति गुणः समवाये नास्ति केवलं द्रव्ये अस्ति अतः ग्रन्थकारेण नवद्रव्यवृत्तिः इति उक्तं द्रव्यवृत्तिः इति द्रव्यं द्रव्यभिन्ने नास्ति इति अपि तदर्थः द्रव्यभिन्ने नास्ति तेन च सर्वपदार्थवृत्तिः यः भेदः तस्मात् अस्य वैलक्षण्यं सूचितम् अस्तु इत्युक्ते द्रव्ये क्षम्यताम् वदतु भगिनि क्षम्यताम् तेन तत्कारणेन सर्वपदार्थवृत्तिः यः भेदः तस्मात् अस्य वैलक्षण्यं सूचयति सूचितम् इत्युक्ते सर्वपदार्थवृत्तिः यः भेदः यः अभावः तस्मात् पृथक्त्वस्य वैलक्षण्यं सूचितम् अस्तु रूपं घटात् पृथक् इत्यस्मिन् आकारे रूपम् इति गुणः तस्मिन् पृथक्त्वं न भवितुमर्हति इति कृत्वा रूपं घटात् पृथक् इति वाक्यं घटभेदस्य सूचकवाक्यमस्ति गुणे नास्ति किन्तु अभावः अथवा भेदः अन्योन्याभावः अथवा भेदः सर्वपदार्थवृत्तिः अस्ति अस्तु अग्रे गत्वा माला भगिन्या यत् पृष्टं कथं जानीमः आकारः अथवा प्रत्ययः पृथक्त्वसूचकः अस्ति अथवा न इति अग्रे अस्ति सावित्री भगिनी पठति वा अस्ति एकनिमिष एकनिमिष प्रश्नः कः प्रायः सम्यक् प्रश्नः न इति मन्ये परन्तु पृच्छामि पूर्वं वयं दृष्टवन्तः खलु रसे एकत्वम् अस्ति इति एकस्मिन् गुणे अपरं गुण अपरः गुणः अस्ति इति परम्परया साधितं खलु सत्यं तत्रापि साक्षात् सम्बन्धः नास्ति परम्परया साधितव्यं भवति अरे अत्र रूपे पृथक्त्वं नास्ति इति अस्ति तर्हि एकः रसः इत्यस्मिन् सामानादिकरण्यम् आसीत् फलम् इति अत्र घटः नास्ति वा घटे रूपमस्ति घटे एकनिमिषः एकनिमिषः अत्र रूपम् इति यद् उक्तं रूपं घटात् पृथक् इत्यस्मिन् तत्तु घटस्य रूपं नास्ति तर्हि घटे न भवितुम् अर्हति अस्तु अस्तु अस्तु सामानादिकरण्यम् अपेक्षितं खलु कथञ्चित् परम्परासम्बन्धेन गन्तुमपि परन्तु अत्र तदपि नास्ति अत्र रूपं घटस्य रूपं न कस्यचित् अपि रूपं प्रायः किं करणीयमासीत् चेत् अत्र गन्धः घटात् पृथक् इति किमपि वक्तव्यम् आसीत् इति अहं चिन्तयामि तदा स्पष्टं स्यात् एतत् भ्रमार्थकः अस्ति सत्यं रूपस्य स्थाने यः कोऽपि गुणः भवतु स्पर्शः गन्धः तस्मिन् पृथक्त्वं न भवितुमर्हति यतोहि गुणे गुणः न भवितुमर्हति इति एव अस्ति अस्तु भगिनि सावित्री भगिनी अग्रे अस्तु एतं लक्षणे असाधारणं कारणम् इति निर्देश्यः कृतः किं तेन ज्ञायते साधारणकारणात् भिन्नं कारणं किं साधारणकारणं यत् सर्वं कार्यं जनयितुम् आवश्यकं यथा पूर्वोक्तः प्रागभावः न हि तेन विना किञ्चित् कार्यं ज्ञायते अतः सः साधारणकारणम् तद्भिन्नम् असाधारणम् असाधारणम् यत् कार्यविशेषमेव जनयति स न सर्वं कार्यं यथा कपालः घटमेव जनयति तन्तुः पटमेव जनयति प्रकृते अपि पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव भवति परन्तु सः पदार्थः अन्यानि घटादि कार्याणि न जनयति, अतः सः तादृशव्यवहारस्य असाधारणकारणं भवति। विशेषस्तु अग्रे वक्ष्यते। अस्तु, एतन्लक्षणे असाधारणं कारणम् इति निर्देशः कृतः। अस्तु, अत्र पृथक्त्वम् असाधारणकारणम् इति किमर्थं वक्ष्यते इति किञ्चित् विवरणं दत्तमस्ति। किं तेन ज्ञायते? पृथक्त्वम् असाधारणकारणम् इति वदनेन किं ज्ञायते? साधारणकारणं तु भवति, यथा भवती प्रागेव उक्तवती, ईश्वरः अथवा अत्रापि अत्र प्रागभावः इति उक्तः, परन्तु महोदयेन उक्तं यत् ईश्वरः अदृष्टम् अपि च कालः इति। ते सर्वे कार्याणि आवश्यकानि भवन्ति, ते तदर्थं ते साधारणकारणं भवन्ति। अत्र पृथक् घटः पृथक् इत्युक्ते पृथक्त्वं घटमेव घटे एव अस्ति, तदर्थं यत् यत् पद नाम घटः पटात् पृथक् इत्यस्मिन् वाक्ये पृथक्त्वं कुत्र अस्ति भगिनि? घटः पटात् पृथक् इति वाक्ये घट पृथक्त्वं घटे अस्ति, परन्तु पटे अपि अस्ति, परन्तु अत्र घटं स्वीकुर्मः, घटे अस्ति। यतोहि पृथक् इति प्रथमाविभक्ति, घटः अपि प्रथमाविभक्ति, तदा पृथक्त्वं घटे अस्ति इति प्रतीयते। माला भगिनी, इदानीं स्पष्टं वा? न भगिनि। रूपं घटात् पृथक् इत्यस्मिन् तु पृथक्त्वं रूपे न भवितुम् अर्हति, गुणः गुणे न भवितुम् अर्हति, किन्तु घटः पटात् पृथक् इत्यस्मिन् पटात् पञ्चमी विभक्ति, तर्हि पृथक् तयोः मध्ये सम्बन्धः नास्ति। घटः प्रथमविभक्ति, पृथक् प्रथमविभक्ति, पृथक्त्वं घटे अस्ति इति साधयितुं शक्नुमः विशेषणविशेषं। तादृशसन्दर्भे प्रायः पृथक्त्वम् अवगाहते, पृथक्त्वरूपगुणम् अवगाहते प्रत्यये। अस्तु, तादृशज्ञानस्य अथवा तादृशशब्दप्रयोगस्य जनकत्वम् अथवा कारणता अस्ति पृथक् इत्यस्मिन्, पृथक्त्वे इति भगिनी पठन्ती अस्ति। अस्तु भगिनि, अग्रे। अतः सः अस्तु, न हि तेन विना किञ्चित् कार्यं जायते, यथा प्रागभावः साधारणकारणं भवति, तद्भिन्नम् असाधारणं यत् कार्यविशेषमेव जनयति, न सर्वं कार्यं। घटः पृथक् इत्युक्ते पृथक्त्वं घटे अस्ति, घटः पृथक् इति वदनेन श्रोतुः मनसि ज्ञानम् उत्पद्यते यत् घटः एकं वस्तु अस्ति, सः पटात् पृथक् अस्ति इति, पृथक्त्वं घटे अस्ति इति अपि ज्ञानं जनयति। घटः पृथक् विशेषणविशेषभावः पृथक्त्वं घटे अस्ति, यत् कार्यविशेषमेव जनयति सः न सर्वं कार्यं, यथा कपालः घटमेव जनयति, तन्तुः पटमेव जनयति। प्रकृते अपि पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव भवति, यथा भवती इदानीमेव उक्तवती पृथक्त्वम् अत्र घटमेव घटे एव स्वीकर्तुं शक्यते, अन्यपदार्थे न अस्य प्रयोगे, परन्तु सः पदार्थः अन्यानि घटादिकार्याणि न जनयति, अतः सः तादृशशब्दव्यवहारस्य असाधारणकारणं भवति। अस्तु, इदानीं भवती एव उक्तवती पृथक्त्वम् असाधारणकारणं, घटपृथक् इति वाक्ये, घटः पृथक् इति वाक्ये, घटः पृथक् इत्यस्य इत्येतद् वाक्यं प्रति पृथक्त्वम् असाधारणं कारणं भवति. घटादि अन्यानि कार्याणि भवति. घटः स्वयं द्रव्यं, तस्मिन् अन्यानि कार्याणि तु भवन्ति खलु, रूपं, स्पर्शः इति. तं प्रति, तानि सर्वाणि प्रति पृथक्त्वं नास्ति कारणं. केवलं घटः पृथक् इति शब्दप्रयोगं प्रति, अपि च घटे पृथक्त्वम् अस्ति इति अपि अवगाहते अनेन इति कृत्वा असाधारणकारणं पृथक्त्वव्यवहारं प्रति. इति अद्यतनः विषयः आसीत्. अपि च अग्रे गत्वा पुनः इतोपि चर्चा भवति, देयपृथक्त्व अनयोः भिन्नता कीदृशी. कोऽपि प्रश्नः वा? नो चेत् विरमामः. धन्यवादः. धन्यवादः भगिनी. शुभरात्रिः.